नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां हार्दं स्वागतम्. अस्माकं विषयः अस्ति उपधायामपि गुणः, सूत्रसहिता दृष्टिः इति. तत्र गते सप्ताहे अस्माभिः पुगन्तलघुपदस्य च इति सूत्रस्य विषये पठितवन्तः. तत्र कार्यद्वयं भवति. लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इति एकं दलम् अस्ति. तेन उपधायां लघु इक् वर्णः अस्ति चेत् गुणः भवति. निमित्तमस्ति सार्वधातुकः अथवा अर्धधातुकप्रत्ययः इति. तत्र अभ्यासः अपि कृतः. अधुना अत्र द्वितीयः दलम् अस्ति पुगन्तस्य अङ्गस्य इकः गुणः. तस्मिन् विषये पठामः. तस्मात् पूर्वम् अत्र यत्र अभ्यासः कृतः आसीत् वादिगणे अन्यानि उदाहरणानि इति, तत्र यानि उदाहरणानि सन्ति तानि दृष्टानि. ततः अग्रे अत्र कानिचन वाक्यानि सन्ति, तानि एकवारं पठामः. सन्दीप् महोदय पठति वा? अत्र भुवादिगणे अन्यानि उदाहरणानि इति उदाहरणानि सन्ति, ततः अग्रे अत्र न प्रसक्तिः, ततः आरभ्य. आं भगिनि. धातौ स्वरः इक् प्रत्याहारे च उपधायां च किन्तु दीर्घः, तत्र गुणः अस्ति. भगिनि श्रूयते किम्? हा श्रूयते भगिनि. नमस्कारः. एकक्षणं महोदय, अन्य कोऽपि अस्ति वा? नाम उचितम्? अरुणा रामलु. नमस्ते भगिनि, अरुणा रामलु. नमस्कारः भगिनि. अन्य कोऽपि अस्ति वा भगिनि? कुत्र अस्ति? गते सप्ताहे उदाहरणानि दृष्टानि खलु, शुच् कृष् कृष् रुह् क्षुभ घुष् इति. ततः अग्रे अत्र न प्रसक्तिः इति. नमस्कारः. नमस्ते भगिनि, गीता अस्मि. गीता भगिनी, नमस्कारः. अस्तु महोदय, कृपया. धातौ स्वरः इक् प्रत्याहारे च उपधायां च किन्तु दीर्घः, तत्र गुणः असम्भवः. अत्र उपधायां दीर्घः स्वरः, दीर्घः इक् वर्णः अस्ति चेत् गुणः न भवति. अत्र उदाहरणानि, जीव इति धातु अस्ति चेत् जीवति इति तिङन्तं भवति, क्रीड क्रीडति, क्षीव क्षीवति, नील नीलति. एते सर्वे उपधायां दीर्घ इक् वर्णः अस्ति, अतः प्रसक्तिः नास्ति पुगन्तलघुपदस्य च इति सूत्रस्य. समीचीनं, सत्यम्. अग्रे महोदय. धातौ स्वरः उपधायां किन्तु इक् नास्ति, तत्र गुणः असम्भवः. एज् इति उदाहरणम्, एजति. अत्र एकारः इक् प्रत्याहारे नास्ति, अतः प्रसक्तिः नास्ति सूत्रस्य. अग्रे, धातौ ह्रस्वः इक् वर्णः अस्ति किन्तु उपधायां न स्थितः, तत्र गुणः असम्भवः. निन्द अस्य निन्दति इति भवति. नकारः उपधासंज्ञकः, इकारः उपधायां नास्ति, अतः उपधायां नास्ति, अतः गुणः न भवति. अन्य उदाहरण, हिंस. निन्दिति धातौ, क्षम्यतां, निन्दिति धातौ उपधायां कः वर्णः? नकारः. सत्यम्. अन्य उदाहरण, हिंस इति, हिंसति. अत्र अनुस्वारः उपधायाम् अस्ति, अतः अत्रापि प्रसक्तिः नास्ति. भिक्ष भिक्षते, अत्र ककारः. मुण्ड मुण्डति, अत्र नकारः उपधायाम् अस्ति, अतः प्रसक्तिः नास्ति. सत्यं, समीचीनं महोदय. इत्युक्ते अत्र यदि पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति न वा इति कथं जानीमः इति चेत्, उपधायां कः वर्णः अस्ति इति द्रष्टव्यम्. उपधायां लघु इक् वर्णः, ह्रस्वः इक् वर्णः अस्ति चेदेव गुणः. यथा अत्र उदाहरणार्थे अत्र जीवति इति उपधायां दीर्घ इकारः अस्ति, ह्रस्व इकारः नास्ति. अपि च क्रीडति, तत्रापि दीर्घ इकारः अस्ति. क्षीवति, दीर्घ इकारः. अतः तत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति, तत् कार्यमेव कर्तुं न शक्नोति. अपि च यत्र इक्वर्णः एव नास्ति उपधायां तत्रापि सूत्रस्य प्रसक्तिः नास्ति, यथा एज् इति धातुः तत्र उपधायाम् एकारः अतः इक्वर्णः एव नास्ति. अपि च धातौ स्वरः, धातौ यः स्वरः अस्ति सः इक्वर्णः, यद्यपि धातौ स्वरः अस्ति परन्तु उपधायां नास्ति, यथा अत्र निन्द् इति धातौ इकारः अस्ति, ह्रस्व इकारः अस्ति परन्तु उपधायां नास्ति, अत्र उपधायं नकारः अस्ति, अतः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः नास्ति. एवमेव अन्यत्रापि हिंस, भिक्ष, मुण्ड सर्वत्र उपधायम् इक्वर्णः नास्ति, अतः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः नास्ति इति अवगन्तव्यं. सर्वत्र लघु इक्वर्णः अस्ति वा इति द्रष्टव्यं, तदेव मुख्यविषयः अस्ति. अस्तु, समीचीनं महोदय. तर्हि अत्र अग्रे, अत्र सूत्रे कार्यद्वयं वर्तते इति उक्तमेव, तर्हि अधुना द्वितीयं कार्यं पुनः एकवारं पश्यामः. पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति, तत्र किञ्चित् पश्यामः. अत्र शोभा भगिनी पठति वा? आं भगिनि, पूर्णसूत्रार्थः अत्रैव न न न ततः अग्रे, ततः अग्रे, तत्र तृतीयपरिच्छेदे ततः अग्रे पुगन्तस्य. पुगन्तस्य इत्यस्य सूत्रसहितं रूपम्. पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इक् वर्णः सः लघुः नास्ति चेदपि गुणादेशः भवति. अर्ति ह्रील् वीरि नुयिक्ष्माया तां पुग्णौ इति सूत्रेण ऋ ह्रि व्लि रि नुयिक्ष्मायि इत्येषां धातूनाम् आकारान्तधातूनां च पुक् आगमः भवति निच् प्रत्यये परे. यथा दा धातुः लटि ददाति, निचि दापयति, दा योगः णिच् अनुबन्धलोपो लोपे दा योगः इ इत्यनेन तत्र पुगागमः भवति. अधुना दा योगः प पकारः योगः इ नन्तरं दापि इति निजन्तधातुः. दापि योगः शप् योगः ति दापयति. एतादृशेषु स्थितिषु धातु निच् प्रत्यययोः मध्ये पुक् आगमः इत्युक्ते पुगागमः भवति. यथा दापि इति धातौ दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते. पुक् अन्ते यस्य तत् पुगन्तम्. तत्र पुगन्तस्य इत्यस्य सूत्रसहितरूपम् इत्युक्ते पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति वयं दृष्टवन्तः. केषाञ्चित् विशिष्टधातवः सन्ति, तत्र अङ्गस्य उपधायां यः इक्वर्णः सः लघु नास्ति चेदपि गुणादेशः भवति. सामान्यतया लघु इक् अस्ति चेत् एव गुणादेशः भवति. अत्र दत्तमस्ति एतानि एते धातवः विशिष्ट सन्ति इति कृत्वा तत् नियमम् अत्र न अन्वयति. अर्ति ह्रील् ब्लि रीक् नु ईक्ष्मा या तां पुग्णौ इति सूत्रे एतत् विषयस्य प्रसक्तिः. ऋ ह्रि व्लि रि नुयि क्ष्मायि इत्येषां धातूनाम् आकारान्तधातूनां च तत्र ते धातवः अपि आकारान्तधातवः च तत्र पुक् आगमः भवति यदि णिच् प्रत्ययः परम् अस्ति चेत्. तत्र उदाहरणं दत्तं. दा धातुः लटि लट् रूपे ददाति इति. निचि णिच् प्रत्ययस्य उपयोगेन दापयति इति भवति. दायोग णिच् अनुबन्धलोपः इत्युक्ते इत्युक्ते तत्र चकारस्य लोपः भवति हलन्त्यम् इत्यनेन. अपि च णकारस्य तत्र किं दृष्टवन्तः, णित् भवति अपि इ एव तिष्ठति. अधुना दायोगः इ, अनन्तरं पुगागमः भूत्वा दायोगः पकारः योगः इ, दापि इति नूतनधातुः सिध्यति. निज तत् एतद् धातुः निजन्तधातुः. दापि योगः शप् योगः ति, तत्र कर्तरि शप् इत्यनेन शप् प्रत्यय आगच्छति. अनन्तरं कार्याणि भूत्वा वयं दृष्टवन्तः दापयति इति भवति. एतादृशीषु स्थितिषु धातु निजन्तप्रत्ययोः मध्ये पुक् आगमः भवति. तत्र यथा धातु निजन्त धातु दापि अधुना निजन्त णिच् इति प्रत्ययः प्रथम आसीत्. धातु णिच् प्रत्ययोः मध्ये पुक् आगमः भवति. यथा दा पकारः इकारः, यथा दापि इति धातौ, धापि इति धातौ दाप् यत् पकारः अस्ति अन्ते इति धातोः पुगन्तम् अङ्गम् इति उच्यते. तत्र दाप् इत्यस्य पकारः पुगन्तं, तत्तु एकं धातोः अङ्गम् अस्ति अन्ते. पुक् अन्ते यस्य, तत् पुगन्तम्, अतः एव पुगन्तम् इति नामं दत्तम्. सम्यक्. निच्प्रत्यय नकारस्य यच्छन्य केन सूत्रेण? चुटु निटडव. चुटु चुटु इति चुटु ओ चुटु एव चुटु चुटु. समीचीनं भगिनी, सम्यक्तया उक्तं, समीचीनमस्ति. अत्र पश्यामः, क्रमेण पश्यामः किं किम् अस्ति इति. भगिनी सम्यक्तया उक्तवती एव. अत्र सूत्रे पुगन्तलघुपदस्य च इति सूत्रं पश्यामः चेत् तस्मिन् सूत्रे अनुवृत्तिसहितसूत्रम् एकवारं पठतु भगिनि. नमस्कारः, उमा अस्मि. इस् इट् 8:30? नो, 8 o'clock. Isn't it 8 o'clock? Time is changed, sorry. My email is not working. I have to know. नमस्कारः. नमस्ते, अस्तु, वदतु भगिनि. पुगन्तस्य इत्यस्य अनुवृत्तिसहितसूत्रं, पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति. सत्यं. तर्हि अत्र लघुपदस्य अङ्गस्य इकः गुणः अत्र कथं भवति इति दृष्टम्. अधुना अत्र पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति. तर्हि पुगन्तस्य पुक् अन्त, पुगन्तम् इत्युक्ते पुक् यस्य अन्ते, इत्युक्ते तादृश अङ्गं. पुगन्तम् इति विशेषणमस्ति अङ्गस्य इत्यस्य, पुगन्तस्य इति विशेषणम् अङ्गस्य. तर्हि अङ्गं कीदृशम् इति चेत् यस्य अन्ते पुक् अस्ति. पुक् कथं भवति इति चेत् तदर्थम् अन्यत् सूत्रमस्ति, इत्युक्ते पुग् आगमः भवति केनचित् सूत्रेण. पुगागमः भवति केन सूत्रेण पुगागमः भवति इति चेत् अत्र तदर्थम् अत्र सूत्रमस्ति. अर्ति ह्री व्ली रीक्नुयि क्ष्मायातां पुग्नौ इति सूत्रेण एव पुगागमः भवति. कुत्र भवति पुगागमः इति चेत् निजन्तप्रसङ्गे, यत्र निच् प्रत्ययः अस्ति तत्र पुगागमः भवति, धातोः पुगागमः भवति. तर्हि अत्र अर्ति इत्युक्ते ऋकारः इति धातुः, ह्री इति धातुः, व्ली इति धातुः, री इति धातुः, नुयि इति धातुः, क्ष्मायि इति धातुः, अपि च सर्वेषाम् आकारान्तधातवः, तेषां सर्वेषां पुक् आगमः भवति यदा निच् प्रत्ययः परः अस्ति. तर्हि अत्र उदाहरणार्थं री इति धातुं स्वीकुर्मः. री इति धातुः अस्ति, अस्मिन् सूत्रे एव उक्तः अस्ति. तर्हि रि इति धातुतः णिच् प्रत्ययः विधीयते चेत् तर्हि रियोगः णिच् इति अस्ति. अधुना णिच् प्रत्यये वयं जानीमः यथा भगिनी उक्तवती चकारस्य णिच् प्रत्यये चकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, नकारस्य इत्संज्ञा भवति छुटु इति सूत्रेण. तर्हि अनुबन्धलोपानन्तरम् इ इति अवशिष्यते. तर्हि रियोगः इ इति अस्ति, ह्रस्वैकारः इ इति प्रत्ययः, णिच् प्रत्ययः. तर्हि अधुना अत्र अर्ति ह्री व्ली रीक् मुयि श्मायातां पुग्नौ इति सूत्रेण पुगागमः भवति, धातोः पुगागमः भवति. कस्य पुगागमः इति चेत् धातोः, अत्र धातुः अस्ति रि इति धातुः. तर्हि पुक् इति आगमः भवति. यथा अत्र पूर्वमपि मया सूचितमासीत् यत्र आगमः अस्ति आगमः कित् भवति नो चेत् तित् भवति सामान्यतया. यत्र आगमः कित् अस्ति तर्हि यस्य आगमः तस्य अन्ते आयाति, यः आगमः टित् अस्ति सः आदौ आयाति. तर्हि टित् अस्ति चेत् यस्य आगमः तस्य आदौ आयाति, कित् अस्ति चेत् अन्ते आयाति. अत्र पुक् इति अस्ति, पुग्नौ इति अस्ति खलु सूत्रे अर्ति ह्री ली क्नुयि श्मायातं पुग्नौ, तत्र पुक् अपि च णौ, तर्हि तत्र सन्धिं कृत्वा पुग्नौ इति अस्ति. तर्हि अत्र पुग्नौ इति अस्ति इति कृत्वा तत्र पुक् इति आगमः इति जानीमः. पुक् पुक् इति आगमे ककारस्य इत्संज्ञा अस्ति, हलन्त्यमिति सूत्रेण ककारस्य इत्संज्ञा अस्ति पुक् इति आगमे. उकारः उच्चारणार्थः, तर्हि पकारः एव अवशिष्यते, पकारः इति आगमः. तादृश आगमः कुत्र आगच्छति इति चेत् कित् अस्ति, आगमः कित् अस्ति, अतः धातुः अन्ते आयाति. अधुना अस्माकं धातुः अस्ति रि इति धातुः, तस्य अन्ते पुक् आगमः भवति. तर्हि रि योगः पुक् योगः णिच् अस्तु, रियोगः पुक् योगः णिच्. पुक् इत्यस्मिन् इत्संज्ञकवर्णानां लोपानन्तरं पकारः एव अवशिष्यते. तर्हि तत्र तादृश आगमः रि इति धातोः अन्ते आयाति, यतोहि कित् अस्ति. अतः रियोगः पकारः योगः इ इति अस्ति. तर्हि अत्र रियोगः पकारः योगः इ. अधुना अत्र पश्यामः चेत् अत्र णिच् इति प्रत्ययः, अत्र मीना भगिनी वदतु णिच् इति प्रत्ययः कीदृशप्रत्ययः? अत्र तस्य नामकरणं किं, तत्र निच् प्रत्ययः कीदृशप्रत्ययः, सार्वधातुकः आर्धधातुकः अनयोः कः प्रत्ययः? आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः किमर्थं? तिंशत् सार्वधातुकम् अनन्तरं आर्धधातुकप्रत्ययः. सत्यं सत्यं सत्यं. तर्हि अत्र निच् प्रत्ययः अर्धधातुकप्रत्ययः, तिङ् भिन्नः षित् भिन्नः, अतः अर्धधातुकप्रत्ययः. अर्धधातुकप्रत्ययः अस्ति चेत् अत्र अत्र पश्यामः चेत् अत्र उपदायाम् इक्वर्णः अस्ति, लघु इक्वर्णः नास्ति. तथापि पुगन्तस्य अङ्गस्य इकः गुणः इति सूत्रे अस्ति, पुगन्तलघुपदस्य च इति सूत्रे अस्ति. अतः अधुना अङ्गं पुगन्तम् अस्ति, पकारः अङ्गस्य अन्ते अस्ति, अपि च इक्वर्णः अपि अस्ति उपदायां. यद्यपि दीर्घ इक्वर्णः तथापि इक्वर्णः अस्ति. अतः निच् प्रत्ययं निमित्तीकृत्य, अर्धधातुकप्रत्ययं निमित्तीकृत्य अत्र गुणः भवति, पुगन्तलघुपदस्य च इत्यनेन गुणः भवति. अतः रेपि रेप् अतः तत्र दीर्घ इकारस्य गुणः एकारः, रे योगः पकारः, रेप् योगः इ रेपि इति नूतनधातुः, रेपि इति नूतनधातुः. ततः अग्रे तत्र रेपि इति धातुतः तिङ् प्रत्ययः, यदि लट्लकारस्य विवक्षा अस्ति तर्हि तिङ् प्रत्ययः विधीयते, तर्हि मध्ये शप् आगच्छति, शप् इति विकरणप्रत्ययः आगच्छति. यथा पूर्वम् अस्माभिः दृष्टमासीत् तत्र शप् इति प्रत्यये षकारपकारयोः इत्संज्ञा भवति, तर्हि रेपि योगः अयोगः ति इति अस्ति. तर्हि अधुना अत्र रेपि इति पुनः पश्यामः. रेपि इति रेपि इति धातुः अनन्तरम् अ इति प्रत्ययः अस्ति. अ इति प्रत्ययस्य स्वभावः कः? अत्र सूर्यकुमारी भगिनी वदतु. अप्रत्ययस्य प्रत्ययः प्रत्ययस्य प्रदर्शनं. हा, शप्रत्ययः कीदृशः? यदा अहं पृच्छामि शप्रत्ययः प्रत्ययः प्रत्ययस्य स्वभावः कः इति चेत् वक्तव्यम् अत्र प्रत्ययः कीदृशः इति चेत् सार्वधातुकः वा अर्धधातुकः वा इति वक्तव्यं, यतोहि सर्वत्र सार्वधातुकप्रत्ययः. तर्हि प्रत्ययस्य स्वभावः सार्वधातुकः. तर्हि सार्वधातुकप्रत्ययः अस्ति, अतः रेपि इति धातौ तत्र इक् वर्णः कुत्रापि अस्ति वा रेप् इति धातौ? रेप् इक् वर्णः नास्ति. रेपि पकारः अनन्तरम् ईकारः अस्ति खलु? इक्वर्णः अस्ति, अतः अत्र कस्यचित् सूत्रस्य प्रसक्तिः अस्ति वा? इक्वर्णः अस्ति चेत् प्रसक्तिः अस्ति. कस्य? इकारस्य पुगन्त इक्वर्णः. न, पुगन्तलघुपदस्य चेत् यस्य कार्यं जातम्, अधुना रेपी योगः अयोगः ति इति अस्ति, तर्हि तत्र इगन्तधातुः अस्ति खलु अधुना? आम्. इगन्तधातुः अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः भवति? इगन्तधातु गुणः भवति. हा, गुणः भवति. केन सूत्रेण? इकोयनचि सूत्रेण. इकोयनचित्रेण गुणः, तत्तु गुणकार्यम् अस्ति, गुणसन्धिकार्यम् अस्ति. अत्र अस्माकम् अङ्गकार्यमस्ति खलु, वयं तु सूत्रद्वयमेव पठितवन्तः गुणकार्यस्य कृते. इगन्तङ्गस्य गुणः भवति. हा, केन सूत्रेण? अन्य कोऽपि वदतु. सार्वधातुकार्धातुकयोः खलु भगिनि? हा, तर्हि अत्र रेप् इत्यस्य गुणः भवति चेत् किं भवति? इकः गुणः भवति चेत् तापि योगः आयोगः, तापि रेपि रेपि रे रे रेपि ई योगः रे रेपि इत्यस्य गुणः भवति चेत् किं भवति? अस्तु, अत्र रामनाथन् महोदय सहायं करोतु. अय इति अन्ततो भवति, अधुना गुणकार्यं किं भवति? हा, रेपे इति भवति, इकारस्य गुणः एकारः, रेपे इति भवति, सारधातुकार्धातुकयोः इति सूत्रेण रेपे इति भवति, रेपे योगः अयोगः इति. तदनन्तरं एचोयवायावः इति सूत्रेण अयादेशः भवति, अतः रेपै योगः अयोगः इति रेपयति खलु, रेपयति इति भवति. तत् एवमेव ह्री इति धातुः अस्ति चेत् तत्र रूपं किं भवति? ह्री. न, अन्य कोऽपि वदतु अत्र. धन्यवादः भगिनी. अन्य अत्र गीताञ्जलि भगिनी वदतु, ह्री इति धातुः अस्ति चेत् तत्र किं भवति निच् प्रत्ययः विद्यते चेत्? ह्री भगिनी, ह्री योगः णिच्, तत्र णित् अपि चित् भवति, चित् हलन्त्यं कारणेन, णित् चुटु कारणेन. तदनन्तरं ह्री योगः इ ह्रस्व इकार, तदनन्तरं पुगागमः भवति. केन सूत्रेण? पुगागमः भवति, अहं विस्मरामि किन्तु करपत्रे अस्ति खलु, दृष्ट्वा वदतु. अर्ति ह्री व्लीरिष्मायातां पुग्नौ सत्यम् इति सूत्रेण पुगागमः भवति. पुगागमः इकारस्य पूर्वं भवति. तत्र ह्री योगः न श्रूयते भगिनि, न श्रूयते. किञ्चित् किञ्चित् उच्चैः वदतु. अस्तु भगिनि, अत्र ह्री योगः इ, अत्र पुगागमः भवति, पश्चात् ह्री कस्य पुगागमः भवति? कस्य पुगागमः भवति? धातु पुगागम भवति. तदनन्तरं ह्रीयोगः पकारयोगः ह्रस्व इ. तदनन्तरं कथं पुक् उक् लोपः भवति इति अहं न अवगच्छामि, किन्तु पकार तिष्ठति. उकारः उच्चारणार्थः अस्ति. उकारः उच्चारणार्थः अस्ति. अत्र सामान्यतया तत्र पाणिनीयसूत्रेषु कुत्र सामान्यतया स्वरवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति सामान्यतया, परन्तु कुत्रचित् उच्चारणार्थः अपि स्वरवर्णस्य योजनं भवति. इत्युक्ते यत्र यत्र इत्संज्ञा अस्ति तत्र किमपि प्रयोजनं भवति. यदि पाणिनिः इत्संज्ञकवर्णानां योजनं करोति चेत् तेषां प्रयोगः भवति, परन्तु यत्र इत्संज्ञकवर्णस्य प्रयोजनं नास्ति तत्र उच्चारणार्थः इति वदामः. यतोहि अत्र केवलं पकारः, कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. सुमन् भगिनि. अस्तु भगिनि, मम प्रश्नः आसीत् अनन्तरं पृच्छतु भगिनि, अहं समापयामि. भगिनि कुतः पठामः? अत्र पुगन्तस्य इत्यस्य सूत्रसहितरूपम् अस्ति खलु, तत्र अग्रे उदाहरणं तत्र एव अस्ति. हा तत्र न उदाहरणं वयं चिन्तनं कुर्मः, करपत्रे नास्ति. ओ अस्तु अस्तु. अत्र अहं किं वदन्ती अस्मि, किमर्थम् उक् सूत्रेण उक् लोपः भवति? अस्तु, तर्हि अत्र पुक् इत्यस्मिन् उकारः उच्चारणार्थः किमर्थम् इति न अवगच्छामि इति चेत्, तत्र यदि केवलं पाणिनिः पकारः ककारः इति एव वदति चेत् तत्र उच्चारणार्थं क्लेशः भवति खलु, पुक् इति वदति चेत्. तदर्थं तत्र उकारः उच्चारणार्थं योजितः अस्ति, अतः पुक् इति अस्ति. अधुना अत्र उकारस्य इत्संज्ञा अस्ति वा उकारः उच्चारणार्थः अस्ति वा इति तत्र मतभेदाः सन्ति. तर्हि यत्किमपि भवतु तत्र उकारः न तिष्ठति, उकारः न तिष्ठति, तर्हि पकारः एव अवशिष्यते. ककारस्य इत्संज्ञा, उकारः अपि गच्छति, तर्हि पकारः एव अवशिष्यते. अधुना वदतु. अस्तु, तदनन्तरं ह्रीप् इति भवति योगः इ ह्रीपि इति भवति. यदि लट्लकार इच्छन्ति इच्छामः, अधुना ह्रीपि इति उक्तवती, परन्तु तत्र किमपि कार्यमस्ति वा इति द्रष्टव्यं खलु. अस्तु अस्तु, ह्रीपि अत्र एव वैशिष्ट्यमस्ति भगिनि. ह्रीप् योगः इ अत्र एव वैशिष्ट्यम्. अत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यम्, अत्र एव वैशिष्ट्यं खलु. अस्तु भगिनि, वैशिष्ट्यम् इत्युक्ते अत्र अत्र ह्रीपि अत्र अन्ते इक् अस्ति. कस्य अन्ते इक् अस्ति? ह्रीपि पकारस्य पूर्वम्. न अत्र ह्रीप् योगः इ इति अस्ति. ह्रीप् योगः निच् इति प्रत्ययः अस्ति. तर्हि अत्र निच् प्रत्ययः कीदृशः? निच् प्रत्यय आर्धधातुकप्रत्यय अस्ति. आर्धधातुकप्रत्यय अस्ति चेत् गुणसंज्ञा गुणकार्यं भवति. गुणकार्यं भवति केन सूत्रेण? सार्धधातुकार्धधातुकयोः इति सूत्रेण. परन्तु अत्र सार्धधातुकार्धधातुकसूत्रयोः इति प्रसक्तिः अस्ति वा? अत्र इगन्तम् अङ्गमस्ति वा? ह्रीप् इति अस्ति खलु. आम्, ह्रीप् योगः णिच् प्रत्ययस्य इकार अस्ति अत्र. न अत्र प्रत्ययस्य योजनात् पूर्वमेव द्रष्टव्यं खलु, प्रत्ययः एव निमित्तमस्ति. अतः ह्रीपि इति इगन्तमस्ति, तदनन्तरं पश्यामः. अधुना इदानीं धातोः निर्माणम् अस्ति, प्रथमसोपानं. ह्रीप् योगः णिच्, तर्हि प्रत्ययः अस्ति चेत् पूर्वं प्रत्ययात् पूर्वं यः भागः अस्ति सः भागः अङ्गं, तस्य अङ्गे कार्यं भवति. तर्हि निच् प्रत्ययं निमित्तीकृत्य कार्यं, प्रथमं कार्यं करणीयं, तदनन्तरमेव निच् प्रत्ययस्य योजनं भवति. अस्तु. तदनन्तरं तद् अधुना अत्र अङ्गं कीदृशम् अस्ति? अङ्गं रीप् इति दीर्घ उपधा दीर्घ अस्ति. सत्यं दीर्घः अस्ति. सामान्यतया तत्र पुगन्तलघुपदस्य चेत् यस्य कार्यं भवति वा दीर्घ इकारः अस्ति चेत्? न, सामान्यतया यदि उपधा दीर्घ इक अस्ति तदनन्तरं गुणकार्यं न भवति. किन्तु अत्र अर्ति ह्लि व्लि रि क्नुयि क्षां क्ष्मायातां पुग्णौ सूत्रेण इति वदति. ह्रि धातोः प्रसङ्गे गुणकार्यं भवति इति सूत्रं वदति. किं सूत्रं वदति? अर्ति ह्लि अर्ति ह्रि व्लि रि क्नुयि क्ष्मायातां पुग्णौ. हा, तत्सूत्रं तु गुणकार्यं भवति इति न वदति. तत्सूत्रं केवलं वदति पुगागमः भवति इति एव वदति. निच् प्रत्ययः परः अस्ति चेत् पुगागमः भवति इति एव वदति खलु? आम्, किन्तु पुगन्तलघुपदस्य च इति तु न वदति. हा, तदर्थमेव सामान्यतया पुगन्तलघुपदस्य च इति सूत्रं पश्यामः चेत् तत्र प्रथमं कार्यम् अस्ति लघुपदस्य अङ्गस्य इकः गुणः इति एकं कार्यम् अस्ति. परन्तु तस्मिन् सूत्रे एव अन्यत् कार्यमपि अस्ति. अत्र कार्यद्वयं वर्तते पुगन्तलघुपदस्य च इति सूत्रे. एकं कार्यम् अस्ति उपधायां लघु इक्वर्णः अस्ति चेत् गुणः भवति इति एकं कार्यम्. अधुना अत्र द्वितीयं कार्यमपि अस्ति. द्वितीयं कार्यं किम् इति चेत् पुगन्तस्य अङ्गस्य इकः गुणः इति वदति सार्वधातुक अर्धधातुकयोः. तर्हि अत्र पुगन्तम् अङ्गम् अस्ति वा ह्रीप् इति? पुनः पृच्छतु भगिनि. पुनः पुगन्तम् अङ्गम् अस्ति वा अत्र ह्रीप् इति? आं भगिनि, पुगन्तम् अङ्गम् अस्ति. हा, पुगन्तम् अङ्गम् अस्ति. तत्र इक् वर्णः अपि अस्ति. यद्यपि लघु इक् वर्णः नास्ति, अत्र विशिष्टधातुः अस्ति यस्य अन्ते पुक् अस्ति. अतः लघु इक् वर्णः नास्ति चेदपि अत्र गुणः भवति निच् प्रत्ययं निमित्तीकृत्य. अतः अत्र ह्रीप् इत्यस्य दीर्घ इकारस्य गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण. यतोहि पुगन्तम् अङ्गम् अस्ति. अवगतम्? आं भगिनि. हा, गुणः भवति चेत् किं भवति? गुणः भवति चेत् ई ऐ भवति. न, ईकारस्य गुणः किं? न, ईकार ए भवति. तर्हि ए भवति, क्षम्यताम्, ईकारस्तु ह्रेप् ह्रेप् इति भवति. ह्रेप् योगः णिच् अधुना योजयतु. ह्रेप् योगः णिच् णित् अपि च तिचित् भवति, इकार तिष्ठति. तदनन्तरं ह्रेप् योगः ह्रस्व इ ह्रेपि इति भवति. समीचीनं, ह्रेपि इति नूतनधातुः अस्ति अधुना. हा, नूतनधातुः अस्ति. अस्तु अस्तु, धन्यवादः भगिनि. अग्रे गीता भगिनी वदतु. ह्रेपि इदानीं लट् लकारस्य विवक्षा अस्ति, किं भवति तत्र? वदामि, वदतु. न श्रूयते भगिनि, गीता भगिनि. ह्रेपि ह्रेपि इति ह्रेपि ह्रेपि इति धातुः अस्ति. लट्लकारस्य तिङ् प्रत्ययः अस्ति. तिङ् प्रत्यये ति एव अवशिष्यते. तदनन्तरं कर्तरि शप् इत्यनेन शप् प्रत्ययस्य आगमः भवति. शप् षित् अस्ति, सार्वधातुकम् अस्ति. अतः अकार एव आवश्यकते. ह्रीपि भवति ह्रीपे, ह्रेपि ह्रेपि इति अस्ति. हा, ह्रेपि भवति ह्रेपे गुण भूत्वा केन सूत्रेण? सार्वधातुकार्धधातुकयोः इति सूत्रेण सत्यं तदनन्तरं यान्तवान्त सन्धि भूत्वा प्रेपयति ऐ ऐ करः आदेशः भवति प्रेपयति इति भवति सत्यं प्रेपयति इति भवति सत्यं हेपि इति नूतनधातुः तथा तदनन्तरं यथा अस्माभिः पूर्वमपि दृष्टमासीत् तत्र शप्रत्ययः भवति तर्हि लट्लकारस्य विवक्षायां पुनः अत्र ह्रेपि इति इगन्तम् अङ्गम् अस्ति अतः अत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति किमर्थम् इति चेत् शप्रत्ययः षित् अस्ति तिङ्क्षित् सार्वधातुकम् इत्यनेन शप्रत्ययः सार्वधातुकसंज्ञकः अतः तं निमित्तीकृत्य पुनः गुणकार्यं भवति ह्रेपि इति अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन तर्हि ह्रेपे गुणकार्यम् ईकारस्य गुणः एकारः ह्रेपे योगः अयोगः इति यचोयवायावः इत्यनेन ह्रेपयति इति रूपम् अस्तु समानप्रक्रिया एव अत्र एवमेव अन्यत्र अपि तत्र अन्ये धातवः सन्ति खलु अर्ति ह्री व्लि इति सूत्रे तेषां कृते अपि समानकार्याणि भवन्ति तत्र नुयि क्ष्मायि इत्यत्र तु अन्यानि कार्याणि अपि भवन्ति अधुना मास्तु इति चिन्तयित्वा अत्र स्थगयामः अत्र किञ्चित् आस्वादः जातः कथं भवति पुगागमः इति आस्वादः जातः ततः अग्रे पश्यामः अधुना अत्र सुमन् भगिनी वदतु तत्र अनुवृत्तिसूत्रं किं भगिनि कुत्र अति सूत्रम् अस्ति खलु अर्ते इति सूत्रे वा अर्ते इति सूत्रे अर्ति ग्लि व्रि नु इष्मायातां पुग् नौ इति एव अन्यत् किमपि नास्ति किमर्थं पुग् नौ द्विवचनं नौ इति द्विवचने नास्ति सप्तमी अस्ति इत्यस्य नौ अस्तु अस्तु नौ नौ परे इति नौ परे इत्युक्ते तादृशप्रत्ययः यत्र नकारस्य इत्संज्ञा अस्ति तादृशप्रत्ययः कौ इति चेत् अत्र णिच् णिङ् इति अनयोः ग्रहणं णिच् णिङ् भगिनि एतादृशविशिष्ट धातु अस्ति चेदेव प्रथमतः निच् प्रत्यययोजने नूतन धातु करणीयः तदनन्तरं शप् शप् एण्ड् त्री एड् सत्यं सत्यम् अतः केवलं षण्णां धातूनां कृते एव नो चेत् सामान्यधातु चेत् प्रथमतः शप् वादिगणे इति शप् प्रत्ययः किल तत्र शप् अपि योजनीय तत्र सूत्र कुत्र सामान्यधातवः सामान्यधातुः अस्ति चेत् तत्र कस्मिन् गणे अस्ति इति दृष्ट्वा योजनीयं प्रत्यय विकरणप्रत्ययं योजनीयम् तत्रापि शप् प्रत्ययः तत्रि इति योजनीयः किल हा कतरि शप् इति योजनीयः परन्तु तत्र धातुः अन्ये गणे अन्येषु गणेषु अस्ति चेत् तत्र तत् तदनुसृत्य विकरणप्रत्ययः योजयामः प्रति धातोः निच् प्रत्ययः भवति किल एव्री धातु हा प्रेरणार्थिनिच् प्रेरणार्थिनिच् सर्वेभ्यः धातुभ्यः निच् विधीयते हा इति अन्यः विषयः अन्यः विषयः अस्ति अस्तु अस्तु अग्रे सुमन् भगिनी प्रश्नः अस्ति वा न अहं पृष्टवती भगिनी हा भगिनी कृपया म्यूट् करोतु भगिनी प्रतिध्वनिः अस्ति न जाने किमर्थं हा मम क्लेशः अस्ति हा रिप् इति धातुः निजन्तं वा न वा इग लघुपदा अस्ति पुगन्तलघुपदस्य इति सूत्रेण एव गुणं भवति न पुनः पृच्छतु रिप् इति रिप् इति पुगागम वास्ते रिप् क्रीप् मूलधातु किं ह्री न भगिनी री अपि अस्ति किल महोदय ह्रीप् इति अस्मिन् विषये पृच्छन् अस्ति खलु ह्रीप् ओके ओके ह्रीप् इति कारणात् दीर्घं नास्ति चेत् लघुपदः नास्ति गुणः नास्ति पुक् इति आगमात् निच् परे अस्ति चेत् री इति गुणः भवति ईकारम् एकारं भवति रे दट् प्लेस् ऐ एम् अनेबल् टु गेट् हौ रीप् बिकमिङ्ग् रेप् हा तदेव तत्र री इति धातोः पुगागमः भवति चेत् रीप् योगः निच् इति अस्ति अधुना निच् प्रत्ययः अर्धदत्तकप्रत्ययः अस्ति खलु तर्हि अत्र पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तम् अस्ति सार्वधातुकप्रत्ययः नो चेत् आर्धधातुकप्रत्ययः अस्ति चेत् पुगन्तस्य अङ्गस्य इकः गुणः तर्हि रीप् इति धातौ उपधायां दीर्घ इकारः अस्ति यद्यपि लघु इकारः नास्ति तथापि गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण अतः रेप् इति भवति ओके पुक् इति पुगागमत् कारणात् दीर्घमस्ति चेत् एव गुणः भवति वा सत्यं सत्यं पुगागमः अस्ति इति कारणेन एव पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति पुगागमः नास्ति चेत् तत्र दीर्घ केवलं री इति एव अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति परन्तु पुगन्तलघुपदस्य च इति सूत्रेण उपधायां लघु इक्वर्णः अस्ति चेदेव गुणः केवलम् अत्र षण्णां धातूनां कृते एव उपधायां दीर्घः भवतु लघु भवतु यत्किमपि भवतु पुगागमः अस्ति इति कृत्वा गुणः भवति ओके अनन्तरं रेपि इति रेपे इति शप् योगः एकार अकार रप अय अवयवदेशः भवति रेपय रेपयति सत्यं सत्यं सत्यं सत्यम् अस्तु महोदय एक प्रश्नः रि इति धातोः वयं निच् प्रत्यय न विक्षेपः विवक्षः न केवल अन्य धातु तिङ् प्रत्यये वन् मिनिट् रि इति ईकारान्त एण्डिङ्ग् तदपि इक् प्रत्यय एव ईकार कस्मिन् गणे अस्ति इति द्रष्टव्यं भगिनि री धातु कस्मिन् गणे अस्ति there's no rayati it won't that re becoming re because of iganta no atr kasmin gane asti iti drashtavyam kasmin gane asti iti drashtavyam atr ganam drishtva eva atr karyam katam bhavati iti nirnetum shaknumaha atr re asti iti krutva re ati iti bhavati iti na chintayitum shaknumaha vivadi gane agacchati atr krayadi gane api ekah dhatu asti krayadi gane asti cha re rinati iti rupam तर्हि अग्रे महोदय रामनाथन् महोदय पठतु तर्हि निच् प्रत्यये परे अस्ति वा रामनाथन् महोदय पठतु अग्रे निच् प्रत्यये परे आकारान्तधातूनां पुगागमः भवति तथा यथा दापि दापयति इति रूपम् अन्तिमरूपं दायोगः पुगागमः पुगागमस्य पकारमेव निरनुबन्धरूपं दाप् इति न्यूनतया धातुः सम्पूर्णतया पठित्वा अनन्तरं वदतु महोदय ओके परन्तु तत्र पुगन्तात् अङ्गस्य पुगन्ताङ्गस्य उपधायाम् अकारः दाप् अतः गुणकार्यस्य प्रसङ्गः एव नास्ति किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायां किक् स्वरः अस्ति यथा ऋ ह्रि ब्लि री एते येषां पुगन्तम् अङ्गं रुप् ह्रिप् ब्लिप् ह्रीप् ह्रिप् ह्रीप् अत्र यद्यपि उपधायां ह्रस्वः इक् वर्णः लघुपदा नास्ति अपि तु दीर्घ इक् वर्णः तदापि पुगन्तलघुपदस्य च इत्यनेन पुगन्ताङ्गस्य दीर्घ इक् गुण आदेशः भवति ऋप् अर्प् ह्रीप् एतेषां ह्रेप् ब्लीप् सारि ह्री सारि ऋप् अर्प् ह्रीप् ह्रेप् ब्लीप् ब्लेप् रीप् रेप् इति रूपं किमस्ति अत्र तर्हि निच् प्रत्यये परेपि अकारान्तधातूनां पुगागमः भवति तद् यथा दाप् अनन्तरं निजन्त निच् प्रत्यये परे दापि इति दापि इदानीं पुगन्तलघुपदस्य पुक् अन्तलघुपदस्य कारणात् दापे योगः अकारः न एकक्षणम् अत्र दाप् इति पुगागमः जातः अत्र केन सूत्रेण पुगागमः अत्र दा धातुतः निच् प्रत्ययः अस्ति अत्र केन सूत्रेण पुगागमः पुगागमः आर्ति ह्रीब्लि ह्रीक् यूयिक् शम्या यातां इति सूत्रेण हा इति सूत्रेण कस्य पुगागमः धातु अनन्तरं पुगागमः भवति धातोः पुगागमः धातोः पुगागमः धातोः पुगागमः नित्य प्रत्यये परे हा धातोः अन्ते आयाति इति कथं ज्ञायते कित्वात् सत्यं पुक् इति आगमः कित् अस्ति अतः धातोः अन्ते आयाति अतः दाप् योगः निच् इति अस्ति अधुना दाप् इति अनन्तरं निच् प्रत्यये योजनीयं निच् प्रत्यये इकारमेव निरर्बन्धरूपं दापि इति भवति दापि योगः लट्लकारः शप्रत्ययः योगः ति शप्रत्यये निरर्बन्धरूपम् अकारः एव शप्रत्ययकारणात् सार्वधातुक आर्वधातुकयोग इति सूत्रात् इकारम् एकारं भवति गुणवत् दापे योगः आयोगः इति यान्तवान्तादेशे सन्ति दाप य दापयति इति अन्तिमरूपं सत्यम् अत्र दापि इत्यस्य गुणः केन सूत्रेण उक्तं सार्वधातुक आर्वधातुक सत्यं एकः प्रश्नः भगिनि अस्ति अस्ति ह्री दट् सूत्रे दात् कुत्र अस्ति आकारान्तदातुः सर्वे आकारान्तदातवः तेषां कृते अपि पुगागमः भवति अतः यः कोऽपि आकारान्तदातुः भवतु मा धातुः अस्ति चेत् मापि इति नूतनधातुः कोऽपि धातुः अस्ति चेत् पुगागमः भवति वा सत्यं निच् प्रत्यये परे भवति खलु मापयति धापयति लापयति सर्वत्र भवति सामान्यतया भवति गणः किमपि नास्ति परन्तु तत्र पुगन्ताङ्गस्य उपधायाम् आकारः दाप् पुक् अङ्गस्य उपधा आकारमस्ति दाप् दाप् वर्गे उपधावर्ण आकारः अतः गुणकार्यस्य प्रसङ्गः एव नास्ति आकारम् अस्ति चेत् गुणकार्यं न भवति इकारं इक् वर्णः एव सारि इ ए ओ एव गुणकार्यं भवति न इ एव कथम् इक् प्रत्याहारः के के वर्णः इदानीम् आकारः अस्ति चेत् गुणकार्यस्य प्रसक्तिः अपि नास्ति किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां उपन्ताङ्गस्य उपधायां निक्स्वरः अस्ति ततः ऋकार ी एतेषां भगवन्तम् अङ्गं लिप् लीप् लीप् अत्र यद्यपि उपधायां ह्रस्व ईक् वर्णः अस्ति नास्ति अपि तु दीर्घ ईक् वर्णः तदापि पुगन्तलघुपदेशस्य इत्यनेन सूत्रस्य प्रसक्तिः अस्ति यदार्थकारणात् दीर्घः ईक् वि एवं गुण आदेशः भवति ऋप् इति गुणः अस्ति चेत् अर् भवति अर्प् इति क्रीप् इति क्रेप् इति क्लीप् ग्लेप् इति रीप् इति रेप् इति भवति वन् डौट् किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति एतेषां उपन्ताङ्गस्य उपधायां इक् स्वरः अस्ति दट् सेण्टेन्स् ऐ एम् नाट् एबल् टु हौ दे कार्लेट् टु आकारान्त उपधायवर्णः पुनः पृच्छतु किं पृच्छति यु आर् टाकिङ्ग् अबौट् दाप् दाप् उपधावर्णः आकारः अस्ति करन्ट्लि दे आर् टाकिङ्ग् अबौट् ऋकारम् अस्ति चेत् रीप् न अत्र अत्र सूत्रे पश्यतु अर्ति ह्री ली क्नुयि श्मायि अत्र सूत्रे तु अर्ति इत्युक्ते ऋकारः इति ऋकारस्य धातुनिर्देशः कृतः अतः अर्ति इत्युक्ते ऋकारः इति स्वीकरोतु ऋकारः ऋकारः इति धातुः ह्री इति धातुः ली इति धातुः री इति धातुः क्नुयि इति धातुः क्ष्मायि इति धातुः अनन्तरम् आकारान्तधातवः इति अस्ति सूत्रे धातवः पुक् आगमः भवति निच् प्रत्यये परे क्षम्यतां ह्री ऋ्री एतेषां चतुर्थः न न अर्ति इति ऋकारः इति एकः धातुः ऋकारः इति धातुः ह्री इति द्वितीयः धातुः ली इति तृतीयः धातुः री इति चतुर्थः धातुः क्नुयि इति पञ्चमः धातुः श्मायि इति षष्ठधातुः अनन्तरम् हा आताम् इत्यनेन आकारान्तदातवः अत्र षष्ट्यन्तम् अस्ति बहुवचने अस्ति आताम् इति षष्ट्यन्तम् अस्ति षष्ठी बहुवचने अवगतम् एकः प्रश्नः दिस् एक्स्प्लेनेशन् फ्रम् वेर् यु गेट् बिकास् दिस् सूत्र डसन्ट् स्पेसिफै आल् द आकारान्त धातुस् आर् टु बि इन्क्लूडेड् फर् पुगागम सूत्र स्पेसिफै क्ष्मायि श्मायि इति क्ष्मायि आतां क्ष्मायि योगः आताम् इति तत्र सन्धिः अस्ति क्ष्माय आताम् यण् सन्धिः अस्ति सूत्रे एव दत्तमस्ति सत्यं तद् तदर्थमेव दा इति धातुः धातोः उदाहरणमस्ति यतोहि आकारान्तधातवः अपि सूत्रे सूचिताः भगिनि अत्र आताम् इत्युक्ते तपर किं न न न आत् इति वा आत् दीर्घ आकारः एव खलु अकारः अस्ति चेत् न भवति हा आताम् इति हा तथा स्वीकरोतु सत्यम् अस्तु तर्हि अत्र अत्र अत्र पश्य अधुना अत्र री इति धातोः कथं भवति इति दृष्टं क्रीप् इति धातुः अपि दृष्टम् अधुना अत्र ऋकारः इति धातुं स्वीकृत्य पश्यामः अत्र ऋकारः इति धातुं स्वीकृत्य अत्र सुमन् भगिनी भवती एव वदतु ऋकारः इति धातुः तत्र निच् प्रत्ययः विद्यते चेत् किं भवति क्रमेण वदतु अस्तु भगिनि लट् लकारे ऋप् अस्ति क्रमेण पुगागमः सर्वम् उक्त्वा वदतु औपदेशिकधातु ऋप् खलु न न औपदेशिकधातुः ऋ इति एव ओ करपत्रे रिप् अस्ति न पुगागमस्य अनन्तरं क्रमेण वदतु कथं भवति पुगागमः सर्वं वदतु यत्र पुगागमः अनन्तरं दत्तम् अस्तु क्षम्यताम् अस्तु इदानीं तु धातु अस्ति ऋकारः एव तत्र निच् प्रत्ययः आदेश आगच्छति ऋ योगः निच् भवति अत्र इदानीं निच् आर्धधातुक प्रत्यय अस्ति अपि च ऋकार विशेषधातु अस्ति अर्ति रि तत्र अस्ति अतः तत्र निच् प्रत्ययपरे तस्य पुकागमः प्रसक्तिः अस्ति अतः इदानीं ऋ योगः पुक् योगः निच् भवति पुक् आगमः भवति किन्तु उकार गच्छति ककार इत्संज्ञा अस्ति तस्य लोपः भवति पकार एव तिष्ठति ऋप् अनन्तरम् इदानीं ऋप् भवति इदानीं पुक् अङ्गम् अस्ति ऋप् ऋप् अङ्गस्य अन्ते पकार पुक् आगमः अस्ति अतः पुग् अन्तम् अस्ति अतः पुगन्तस्य लघुपद पुगन्तलघुपदस्य च सूत्रेण तस्य गुणः भवति ऋप् अर्प् भवति अत्र निमित्तं किम् पुगन्तं भवेत् तस्मात् पूर्वं इक् वर्णः भवेत् अपि च तावदेव वा सार्वधातुक नो चेत् आर्धधातुकप्रत्यय परे अत्र कीदृशः प्रत्ययः निच् प्रत्यय आर्धधातुकप्रत्यय निच् प्रत्ययः परः अस्ति तदेव निमित्तम् अस्ति अतः एव अङ्गस्य पुगन्तस्य पुगन्त अङ्गस्य इकः गुणः वदतु अस्तु इदानीं ऋप् अर्प् भवति अनन्तरम् अर्प् योग निच् भवति निच् प्रत्यये णकारस्य इत्संज्ञा अस्ति चकारस्य अपि इत्संज्ञा अस्ति इकार एव तिष्ठति इदानीम् अर्प् योग इ भवति अर्पि भवति नूतनधातु अर्पि अस्ति इदानीं लत् प्रायः शप् वदामि किं शप् एव अस्तु इदानीं शप् आगम ओ अस्तु नूतनधातु अस्ति अतः शप् एव खलु इदानीं अर्ति अस्ति अर्ति योग शप् योग ति भवति शप् तत्र शकारस्य इत्संज्ञा अस्ति पकारस्य अपि इत्संज्ञा अस्ति अ एव अवशिष्यते अपि च षित् सार्वधातुक प्रत्यय अस्ति तिंशित् सार्वधातुके सूत्रेण षित् अस्ति अतः सार्वधातुक अस्ति अपित् अपि अस्ति सार्वधातुकम् अस्ति अतः अपित् अस्ति वा न क्षम्यतां न रिवौण्ड् सार्वधातुक अस्ति अतः गुणस्य गुणकार्यं प्रसक्तिः अस्ति किन्तु पित् अपि अस्ति अतः गुणबाधं नास्ति गुण भवति एव इदानीम् अर्पि योगः तत्र गुणकार्यं भवति अर्पे भवति अर्पे योगः सार्वधातुक आर्धधातुकयोः इदानीं क्षम्यताम् आरम्भं कृतवती षित् सार्वधातुकसूत्रम् अस्ति पित् अपि अस्ति अतः गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः सूत्रेण एकनिमिषं भगिनी किम् किमपि ऐ डोण्ट् नो वाट्स् हेप्पनिङ्ग् अस्तु क्षम्यताम् अहम् इग्नोर् करोमि अधुना वदतु भगिनि अस्तु क्षम्यतां भगिनि आम् इदानीम् अर्पि योग योगति तत्र गुणकार्यं भवति अर्पे भवति अर्पे योग योगति इदानीं सन्धिकार्यं भवति एचोयावाह वाह सूत्रेण यान्तवान्त आदेशः सन्धि भवति ए योग अय भवति सो अर्पय योगः ति अर्पयति भवति समीचीनं समीचीनं तर्हि तत्र ऋ इति धातुतः णिच् प्रत्ययः विधीयते चेत् तत्र ऋ धातुः तत्र प्रथमतया अर्ति अर्ति ह्री व्ली री क्नुयि श्मायातम् इति सूत्रेण पुगागमः भवति तर्हि तत्र पुगागमः धातोः अन्ते आयाति तर्हि ऋप् ऋप् योगः णिच् इति अस्ति णिच् इति प्रत्यये इ इति अवशिष्यते तर्हि ऋप् योगः इ अधुना अत्र उपधायाम् ऋकारः इक्वर्णः अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति तर्हि अर्पयोगः इ अर्पि इति नूतनधातुः अर्पियोगः शप् योगः ति अत्र यथा पूर्वम् अर्पि इति इगन्तम् अङ्गम् अस्ति अतः शप् प्रत्ययः सार्वधातुकप्रत्ययः अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः अर्पे अर्पेयोगः शप् योगः ति यचोयवायावः इत्यनेन अर्पय अर्पययोगः ति अर्पयति इति रूपम् स्पष्टं खलु अस्तु अस्तु अत्र अग्रे विनय् महोदय अन्तिमम् अस्ति अत्र वी इति धातुः तत्र रूपं कथं भवति धातु व्ली व्ली वकारः लकारः दीर्घ इकारः व्ली इति दत्तमस्ति खलु करपत्रे ब्लीधातु अस्ति प्रथमतया ब्लीधातुः ब्लीधातुः सूत्रं वयं जानीमः प्रथमतया निच् प्रत्ययः विद्यते व्ली धातुतः निच् प्रत्ययः विद्यते ब्ली धातु निच् प्रत्यय विधीयते परन्तु प्रथमतयाः पुक् आगम् अस्ति न प्रथमतया निच् प्रत्ययः अस्ति चेदेव पुगागमः भवति प्रथमतया निच् प्रत्ययः विधीयते व्ली धातुतः णिच् विधीयते तदानीं पुगागमः भवति प्रथमतया णिच् प्रत्ययः अतः णिच् प्रत्ययः न चुरु कारणेन लोपः च हलन्त्यम् अतः अवशिष्यते लघु इ अस्ति यदि लघु इ अस्ति तर्हि व्ली भवति हा अधुना व्ली इति अस्ति व्ली योगः इ अधुना किं भवति व्ली योग इ अधुना पुगागमः भवति खलु परन्तु व्ली व्ली उपरान्तः पुगामः भवति किं न यदि पुगामः पुगन्तलघुपदस्य सूत्रेण उदाहरणेन पुगामः पुक् आगमः अवश्यमस्ति हा न प्रथमतया पुगागमः भवति तदनन्तरमेव पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः भवति खलु तर्हि अत्र प्रथमतया अर्ति ह्री व्ली क्नुयि क्ष्मायातां पुग्नौ इति सूत्रे अर्ति इति उक्तं खलु अर्ति इत्युक्ते तत् ऋकारः ऋकारस्य प्रतिनिधिः अस्ति अर्ति सूत्रे अर्ति ह्री व्ली इति सूत्रे अर्ति इति अस्ति खलु अर्ति इति तत्र ऋकारस्य प्रतिनिधिः, तदनन्तरं ह्री इति अस्ति, व्लि इति अपि अस्ति खलु सूत्रे, व्लि इति अस्ति खलु सूत्रे, अतः व्लि धातुतः धातोः अपि पुगागमः भवति. सूत्रं अर्ति ह्री व्लि, वयं व्लीसम्बन्धे वदामः. सत्यं सत्यं, व्लीसम्बन्धे एव वदामः, तत्र पुगागमः भवति. अधुना वदतु. व्ली पुगामः, पुगागम, पुगागमम् आगच्छति, अतः व्लीप भवति. व्लीप भवति, अनन्तरं व्लीप व्लीप भवति, व्लीप. अधुना अत्र उपादायं कः वर्णः अस्ति व्लीप धातोः? सहायम् आवश्यकं वा महोदय? अस्तु अस्तु, उपधायां कः वर्णः? उपधायां ली अस्ति, दीर्घ ली. हा, दीर्घ इकारः अस्ति खलु? दीर्घ इकारः. हा, अधुना पुगन्तम् अङ्गम् अस्ति, पुगन्तम् अङ्गम् अस्ति, दीर्घ इकारः अस्ति उपधायां, तथापि पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, यतोहि पुगन्तम् अङ्गम् अस्ति, अतः पुगन्तलघुपदस्य च इति गुणः भवति, दीर्घ इकारस्य गुणः. तर्हि किं भवति? पुगन्तम् अङ्गम् अस्ति खलु महोदय? पुगन्तम् अङ्गम् अस्ति, अपि च उपधायां दीर्घ इकारः अस्ति खलु? उपधायं कः वर्णः अस्ति? पकारः अन्ते अस्ति, उपधायं दीर्घ इकारः अस्ति खलु? खलु, पकारः पूर्वम् उपधा अस्ति, उपधा लि अस्ति, उपधायं दीर्घ इकारः अस्ति खलु? न, उपधा दीर्घ इकारः अस्ति. दीर्घ इकारः अस्ति, सामान्यतया दीर्घ इकारः अस्ति चेत् गुणः न भवति, परन्तु अत्र विशिष्टः धातुः अस्ति, पुगन्तम् अङ्गम् अस्ति, अतः अत्र पुगन्तम् अङ्गम् अस्ति, अतः उपधायां दीर्घ इकारः अस्ति चेत् अपि पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति, यतोहि निच् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, अतः इकारस्य गुणः किं भवति? खलु, गुणः सार्वधातुक अर्धधातुकयोः, न सार्वधातुक अर्धधातुकयोः इति नास्ति, इगन्तम् अङ्गं नास्ति खलु अत्र? न, यदि लि गुण दीर्घलि गुण भवति, अतः गुणः दीर्घ इ सम्बन्धे अपि ए भवति, तर्हि ब्लेप् भवति. हा, ब्लेप् योगः इ. इदानीम् ई अविशिष्य ई अवश्यमस्ति, तर्हि णिच् प्रत्ययः आगच्छति, णिच् प्रत्ययः ई अविशिष्यते, ई ईश्वर लघु अविशिष्यते, अतः ग्लेपि भवति. ग्लेपि अनन्तरं लट्कार अष्टादश प्रत्ययः विवक्षः लट् सम्बन्धे कर्तृशप् आगच्छति, कर्तृशप् अनन्तरं ग्लेपि योगः अ ग्लेपे भवति. ग्लेपे अनन्तरं एचोय वायावः इत्यनेन अयादेशः न अनुजानामि लेपे अनन्तरम् एचो वायावः सन्धिः अस्ति तदनन्तरं लेपयति भवति लेपयति भवति अधुना अवगतं खलु अहं मम मम क्लेशः व्लीप आधारेण भवति यदा व्लीप दीर्घ इ अस्ति तर्हि अहं किञ्चित् न अवगच्छामि परन्तु तत्र धातुः धातुः व्लि इति अस्ति धातुः व्लि इति अस्ति व्लि धातुतः णिच् प्रत्ययः विधीयते तर्हि व्ली धातुः अर्ति ह्री व्ली क्नुयी श्मायातं पुग्नौ इति सूत्रे व्ली इति उक्तमस्ति अतः तस्य पुगागमः भवति निच् प्रत्यये परे पुगागमः भवति तर्हि प्रथमतया पुगागमः भवति व्ली इति धातोः अन्ते पुगागमः अधुना अत्र धातुः अस्ति व्लीप् इति व्लीप् योगः णिच् इति अस्ति अधुना अङ्गम् अस्ति व्लीप् तर्हि व्लीप् इति अङ्गम् इगन्तम् अङ्गम् अस्ति वा इति चेत् न पुगन्तम् अस्ति अङ्गं पुगन्तम् अङ्गम् अस्ति अधुना उपदायां कः वर्णः अस्ति दीर्घ इकारः अस्ति ब्लीप् इति अङ्गे दीर्घ इकारः अस्ति दीर्घ इकारः अस्ति चेत् सामान्यतया गुणः न भवति यतोहि पुगन्तं लघुपदम् इति उक्तं लघुपदस्य अङ्गस्य एव गुणः भवति परन्तु अत्र पुगन्तम् अङ्गम् अस्ति यत्र पुगन्तम् अङ्गम् अस्ति तत्र उपदायां लघु भवतु दीर्घः भवतु यत्किमपि भवतु तस्य गुणः भवति अतः एव अत्र निच् प्रत्ययः आर्धधातुकप्रत्ययः अतः गुणः भवति व्लेप् तर्हि व्लेपि इति नूतनधातुः अवगतं भगिनी धन्यवादः भगिनी यदि पुगन्तम् अङ्गम् अस्ति दीर्घ वा उपधा दीर्घ वा ह्रस्व वा गुणकार्यं भवति इति किं सूत्रेण वयं जानीमः पुगन्तलघुपदस्य च इति सूत्रे एव तत् तदर्थमेव अत्र अनुवृत्तिसहितसूत्रं पठितवन्तः खलु एकम् अत्र कार्यद्वयम् अस्ति लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति एकः भागः अस्ति द्वितीयः भागः पुगन्तस्य अङ्गस्य इकः गुणः इति अस्ति द्वितीयः भागः पुगन्तस्य अङ्गस्य इकः गुणः तस्मिन्नेव सूत्रे कार्यद्वयम् अस्ति एकं कार्यं यत्र लघु उपदा अस्ति चेत् अङ्गस्य इकः गुणः भवति इति एकं कार्यम् द्वितीयं कार्यं यस्य अन्ते पुक् अस्ति तादृश अङ्गस्य इकः गुणः तत्र लघु इक् इति न उक्तं तत्र लघु इक् इत्यस्य अन्वयः नास्ति तत्र खलु हा अतः एव तत्र लघु भवतु दीर्घः भवतु यत्किमपि भवतु तस्य कार्यं भवति अस्तु तर्हि अग्रे अत्र अत्र स्टेप् अवगन्तं परन्तु कुत्र कस्य सूत्रस्य प्रसक्तिः इति कन्फ्यूजन् अस्ति भ्रमः अस्ति फस्ट् प्रथमतः ली धातु विशिष्टधातुः इति वक्तव्यं किल सत्यं तत्र सूत्रे उक्तं खलु सूत्रे उक्तं खलु विशिष्टधातुः अस्ति सूत्रे एव उक्तं सो विशिष्टधातोः कृते णिच् प्रत्ययः विधीयते णिच् प्रत्यय कृते पुगागमः भवति विशिष्टधातोः एव पुगागमः भवति किल ओके देन् ली धातु योगः पुक् प्लस् निच् देन् पुगागमः आगच्छति चेत् दीर्घम् अपि गुणः भवति तावदेव सो बिकम् व्लेप् व्लि प्लस् पुक् सो व्लेप् इन् दिस् स्टेज् इट्सेल्फ् व्लेप् प्लस् निच् विल् बिकम् इ सो व्लेपि नूतनधातु भवति सत्यं नूतनधातु व्लेपि लट् लकारस्य विवक्षः अस्ति चेदेव व्लेपि प्लस् योगः शप् योगः ति then vlepi is igantaha and shapiti shit pit pratyaha shit pratyaha prate sarvadhatuka pratyaha ataha igantasya gunaha bhavati so no vlepi pratmataya eva asti गुणः भवति सत्यमेव सारधातुक अर्धातुकयोः इति गुणः ओके व्लेपे बिकम्स् व्लेपे व्लेपे प्लस् अ प्लस् पि सो दट् बिकम्स् एचो वयवः सूत्रेण व्लेपयति सत्यं सत्यम् ओ सत्य समीचीनं तथैव तथैव अस्तु अस्तु उमा भगिनी वदतु एकः प्रश्नः एषादृतां धातूनां विशेषधातुः इति सम्भवति इफ् यु टेक् भू सत्तायां दट् आल्सो वि केन् मेक् निजन्तं फार् दट् धातु आल्सो इसेण्ट् इट् फार् आल् द धातु वि केन् मेक् निजन्तम् भूसत्तायाम् इति निजन्तदातु निजन्त इस् एडेड् टु द धातु अट् दट् टैम् इस् आर्डिनरि दिस् थिङ्ग् इस् टेकन् नाट् दि पुगन्त आगमस्य सत्यं सत्यं थेङ्क् यू धन्यवादः सत्यं सत्यं सत्यम् अस्तु भूधातु भू कथं भूधातुः विशिष्टधातुः नास्ति खलु यथा भगिनी उक्तवती सम्यक्तया उक्तवती अत्र भूधातुः विशिष्टधातुः नास्ति तत्र अर्ति ह्री इति सूत्रे भूधातोः विषये किमपि न उक्तम् अतः पुगागमः एव न भवति तत्र भूधातुः यः कोऽपि धातुः भवतु सूत्रे न उक्तम् अतः तेषां पुगागमः न भवति अस्तु अस्तु अग्रे उदाहरणमस्ति उदाहरणमस्ति भगिनि किम् उदाहरणं दीर्घधातु अत्र भू इति एव स्वीकरोतु भू इति धातुः अस्ति चेत् भूयोगः णिच् इति अस्ति चेत् तत्र भुगागमः किमपि नास्ति तत्र भू इत्यस्य गुणः भवति सारधातुक अर्धातुकयोः इत्यनेन तर्हि भो इति भवति तदनन्तरम् एचोय वायावः इत्यनेन आव् आदेशः तर्हि भावी इति नूतनधातुः भावयति इति रूपम् अस्तु रमाबाई भगिनी अग्रे पठति वा अलोन्त्यात् पूर्व उपदा अस्तु अलोन्त्यस्यात् पूर्व उपदा न अलोन्त्यात् पूर्व उपदा अलोन्त्यात् अलोन्त्यात् पूर्व उपदा वर्णसमुदायस्य यः अन्तिमवर्णः तस्मात् पूर्ववर्णस्य उपदासंज्ञा भवति संज्ञासूत्रम् अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वः प्रथमान्तम् उपदा प्रथमान्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं अन्त्यात् अलः पूर्व उपदा धातोः वर्णसमुदायस्य अन्तिमवर्णात् पूर्ववर्णः उपदा इति वक्तव्यम् एतत् सूत्रं संज्ञासूत्रमस्ति अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वप्रथमान्तम् उपदा प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रस्य विभक्तिः कः इति दत्तम् अस्ति परन्तु अत्र सूत्रस्य कार्यं किमपि नास्ति अत्र संज्ञासूत्रमस्ति अलौन्त्यात् पूर्व उपदा इति संज्ञासूत्रमस्ति इत्युक्ते नामकरणं दीयते उपदा इत्यस्य नामकरणं कथं भवति उपदा इति नामकरणम् अत्र व्याकरणशास्त्रे उपदा इति नामकरणं दीयते अनेन सूत्रेण संज्ञासूत्रमस्ति तर्हि कस्य संज्ञा भवति उपदा इति कस्य संज्ञा अस्ति इति चेत् अत्र यत्र हा वर्णसमुदायः अस्ति तत्र अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य उपदासंज्ञा इति वयं जानीमः तदेव सूत्रसूत्रे अपि दत्तमस्ति, वर्णसमुदायस्य अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य उपदा संज्ञा भवति इति संज्ञासूत्रं नामकरणम् अस्ति तावदेव. अस्तु भगिनि, धन्यवादः. अग्रे वसन्ति भगिनी पठति वा? भगिनि अस्तु जि, सुरादिगणे एकक्षण भगिनि, गीताञ्जलि भगिनी वदतु प्रश्नः कः. क्षम्यतां भगिनि, न श्रूयते भगिनि, किञ्चित् उच्चैः वदतु. ओ क्षम्यतां भगिनि. भगिनि इति परिभाषासूत्रं? परिभाषा नास्ति भगिनि, संज्ञासूत्रमस्ति. उपदा इति नामकरणं दीयते अनेन. परिभाषा नास्ति, परिभाषा इत्युक्ते यत्र यत्र आवश्यकं तत्र साहाय्यं करोति इति, यत्र न आवश्यकं तत्र साहाय्यस्य आवश्यकं, यत्र आवश्यकता यत्र नास्ति तत्र न आगच्छति इति अस्ति खलु परिभाषा. अनियमकारिणी, यत्र अनियमः अस्ति तत्र साहाय्यं कर्तुं परिभाषा आगच्छति. अत्र तथा नास्ति, अत्र नामकरणमेव, उपदा इति नामकरणम्. अस्तु वसन्ति भगिनि. चुरादिगणे चुरादिगणे पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः. सुर् तोरयति, थुल् तोलयति, गुष् घोषयति, छुद् चोदयति, विल् वेलयति. अद् प्रथमनियमः. द्वितीयनियमः, चुरादिगणे दातवङ्गे सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः न भवति. चुरादिगणे इगन्तदातवः तु सन्ति, परन्तु तत्र इगन्तदातुषु वृद्धिः भवति. शले कण्टिन्यू और हा, तावत् तावत् किम् अवगतं वदतु. चुरादिगणे चुरादिगणे टेन्त् गण विच् सत्यं टेन्त् गण एव. चुरादिगणे पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति. किञ्चित् अहं वदामि भगिनि, किञ्चित् अहं वदामि, यतोहि अत्र प्रायः वयं जानीमः अत्र चुरादिगणे ये धातवः सन्ति तत्र नित्यरूपेण निच् प्रत्ययः विधीयते खलु. चुरादिगणे अपि निच् प्रत्ययः विधीयते, प्रथमतया निच् प्रत्ययः विधीयते. तर्हि चुर् इति धातुः चुरादिगणे अस्ति, तत्रापि निच् प्रत्ययः विधीयते. अधुना वदतु चुर् योगः निच्. चुर्योगः निच् निच् आर्धधातुक. सो आर्धधातुक सार्वधातुक आर्धधातुकयोः उपताल सार्वधातुक आर्धधातुकयोः इति नास्ति नास्ति खलु, पुगन्तम् इगन्तम् अङ्गं नास्ति. पुगन्तलघुपदस्य सूत्रेण उपदावर्णस्य गुणः भवति. So, chu, chu becomes cho. Cho, cho and nich, nich, nich pratyaya content is e. So, cho p. Chori. Chori, sorry. Chori. Then the Chori is a Nutana Dhatuhu. Then Latlakara Rupena Shap Pratyaha Asti. So Chori plus Shap plus Tip. So Sara Shap Dhataga. So Pit Shit and Pit. So Gunakaryam Asti. Kena Sutrena? Sarvadadaka Adadadaka Yoho. Bahu Samishinam, vadato. So Chori Chop. Chori plus Shap become Chore. Chore plus शपोर् प्रतिनिधि अकार सो चोरे प्लस् अकारं एचो अयवाय सूत्रेण चोरयति सत्यं सत्यं सर्वे सर्वत्र पश्यामः चेत् तत्र चुर् इति अस्ति चेत् चोरयति अय अय इति सर्वत्र श्रूयते तुल् इति अस्ति चेत् तोलयति घुष् इति अस्ति चेत् घोषयति सर्वत्र पुगन्तलघुपदस्य च इत्यस्य कार्यम् अस्ति यतोहि उपधायां लघु इक् वर्णः अस्ति अपि च अत्र तु हलन्तदातवः ये एते सर्वे दातवः हलन्तदातवः यतोहि चुर् तुल् इति सर्वे हलन्तदातवः अतः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति अधुना अत्र अजन्तधातुः अस्ति चेत् तत्र सामान्यतया अजन्तधातुः अस्ति अजन्तधातोः मध्ये इक् वर्णः अस्ति चेत् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः भवति परन्तु अत्र निजन्तप्रसङ्गे सार्वधातुक आर्धधातुकयोः इति सूत्रं प्रबाद्य इत्युक्ते तत् यद्यपि तस्य प्रसक्तिः अस्ति परन्तु तत्र इतोपि विशिष्टसूत्रमस्ति अचोयणिति इति सूत्रम् अत्र भगिनी वसन्ति भगिनी कृपया म्यूट् करोतु भगिनि एतत्र उदाहरणार्थं उक्तवती इदानीं पुगन्तस्य लघुपदस्य किन्तु चोरी भवति चेत् तत्र सार्वधातुक अर्धधातुककार्यं करोति खलु न चुर् इति धातोः विषये उक्तवती चुर् धातोः उपधायं लघु इक् वर्णः अस्ति चेत् गुणः इति पुगन्तलघुपदस्य च इति उक्तवती तत् सर्वं समाप्तम् अधुना अत्र अजन्तधातुः अस्ति चेत् किम् इति पश्यामः एतत्र चीय इति धातुः अस्ति तत्र पठामः एकवारम् अत्र अरुणा भगिनी पठतु पृच्छतु भवते द्वादिगणे चुरादिगणे भावयति समानार्थमेव निजन्तं नास्ति निजन्तं नास्ति पुनः वदतु न श्रूयते सम्यक्तया भूधातु भ्वादिगणे भवति इति भवति चुरादिगणे भावयति इति भवति चुरादिगणे निश्चित प्रत्ययः प्रेरणानिच् नास्ति किल न न एकक्षणं तत्र अत्र भूधातुः भुवादिगणे अस्ति तर्हि तत्र चुरादिगणे नास्ति अतः तत्र स्वार्थे निच् न भवति भूधातुतः प्रेरणार्थे निच् भवति चेत् भावयति इति रूपं प्रेरणानिच् अस्तु अत्र अरुण भगिनी अस्ति वा अत्र पुगन्तः अस्ति परन्तु पुगागमः न भवति पुगन्तः कथम् अस्ति कुत्र अस्ति पुगन्तः निच् प्रत्यये परे पुगन्तः पुनः सूत्रं पठतु भगिनि वारं वारम् उक्तं खलु तत्र षण्णां धातूनां कृते अपि च अकारान्तधातूनां कृते एव पुगागमः भवति इति उक्तं खलु अतः सूत्रं पठतु पुनः एकवारं पठतु सूत्रं सूत्रे तु नास्ति अस्तु अस्तु अत्र अरुणा भगिनी पठतु यथा छी चयने इति चुरादिगणेय धातुः छी योगः निच् अचो निनति इत्यनेन बुद्धि आदेशः न तु गुणः छै योगः ई सन्धिः आय् आदेशः छाय् योगः इ छायि तदनन्तरं छायि योगः श योगः इति छाययति रूपं भवति अत्र चि धातु चुरादिगणे आगच्छति छि योगः निच् अत्र अचो नि नति इति अत्र वदतु अत्र निच् प्रत्यये परे अत्र अत्र धातुः कीदृश अङ्गमस्ति अच्छाङ्गः अस्ति हा अजन्त इगन्त अङ्गमस्ति खलु इगन्तम् अङ्गमस्ति चेत् सामान्यतया किं भवति अत्र सामान्यतः सार्वधातुक आर्धधातुकप्रत्यये परे गुणः भवति अत्र कीदृशप्रत्ययः निच् आर्धधातुकप्रत्ययः हा सत्यं तर्हि तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति तथापि अत्र इतोपि विशिष्टसूत्रमस्ति अचोयणिति इति सूत्रस्य विषये अस्माकं विषयः नास्ति अत्र केवलं सूचनार्थं दत्तमस्ति अतः एकवारं पठामः तत्सूत्रं किं वदति इति चेत् अजन्तम् अङ्गम् अस्ति चेत् निच् प्रत्यये परे वृद्धिः भवति न तु गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति स्म परन्तु तत्सूत्रं प्रबाद्य अत्र अजन्तम् अङ्गं चि इति अङ्गम् अजन्तम् अस्ति, अच्वर्णः तस्य अन्ते अस्ति, अतः तत्र वृद्धि आदेशः भवति न तु गुणः। अतः चि इत्यस्य इकारस्य वृद्धिः किं भवति? ऐ भवति। इकारस्य गुणः एकारः, इकारस्य वृद्धिः ऐकारः, अतः इकारस्य स्थाने ऐकारः। तर्हि अधुना किं भवति? योगः निच् अनुबन्धलोप अनन्तरम् इ एव अवशिष्यते, चै योगः इ सन्धिकार्यं भवति यजोयावायवसूत्रेण, आय् आदेशः भवति, चाय् योगः इ चायि रूपं भवति। तदनन्तरं तिङ् ति प्रत्यययोगेन चायि योगः शाप् योगः इति छाय् योगः शप् अकारः अस्ति, शाप् सार्वधातुकप्रत्ययः, सः सार्वधातुक आर्धदात्तिकसूत्रेण गुणः भवति, चाये योगः चायय चायय चायै चाययोगः आयोगति चाययति इति रूपं भवति। हा समीचीनं भगिनि। तर्हि अत्र अत्र किमर्थं चुरादिगणस्य विषये उक्तम्? अधुना एतावता पुगागमस्य विषये अस्माभिः अधीतं, तत्र केवलं षण्णां धातूनाम् अपि च आकारान्तधातूनां कृते निच् प्रत्यये परे पुगागमः भवति। तदर्थं पुगन्तलघुपदस्य च इति सूत्रेण उपादायम् इक् वर्णः अस्ति चेत् गुणः भवति इति सर्वं दृष्टम् अस्माभिः। तर्हि अत्र पुनः चुरादिगणस्य विषये किमर्थम् उक्तम् इति चेत्, चुरादिगणे अपि निच् प्रत्ययः भवति इति वयं जानीमः एव, अत्र चुरादिगणे अपि निच् प्रत्ययः भवति तत्रापि, परन्तु तत्र पुगागमः किमपि नास्ति यतोहि तत्र विशिष्टधातुः नास्ति, अतः चुर् इति धातुतः णिच् प्रत्ययः भवति चेत् तथा तत्रापि समानप्रक्रिया अस्ति, प्रक्रिया समाना अस्ति, तत्रापि गुणः भवति वा इति चिन्तनीयम्। तर्हि छि धातुतः णिच् प्रत्ययः अस्ति चेत् सामान्यतया वयं चिन्तयामः, ओ अस्तु अत्र इगन्तम् अङ्गम् अस्ति अतः सार्वधातुक आर्धधातुकयोः इति निन गुणः भवति इति चिन्तयामः। परन्तु अत्र छि योगः णिच् इति पश्यामः चेत् तत्र अचोयणिति इति सूत्रेण वृद्धिः भवति, अतः इकारस्य वृद्धिः ऐकारः, चै योगः इ इति अस्ति, ऐकारः अस्ति, अनन्तरम् अच्वर्णः अस्ति इति कृत्वा एचोयवायावः इत्यनेन यान्तावान्तदेशसन्धिः, चाय् चाय् योगः इ चायि इति नूतनधातुः अस्ति चुरादिगणे, चायि इति नूतनधातुः अस्ति। तर्हि चायि इति धातुतः अस्माकं तिङ् विवक्षायां तिङ् प्रत्ययः विद्यते, शप् अपि विद्यते, तर्हि चायि योगः शप् योगः इति, तत्र शप् प्रत्ययः सार्वधातुकप्रत्ययः अतः गुणकार्यं भवति, चायि इति इगन्तम् अङ्गम् अस्ति अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः, चाये चाये योगः अयोगः इति, पुनः एचोयं वायावः इति सूत्रेण अयादेशः चाययति इति रूपम्। तर्हि अत्र कः भेदः इति चेत्, चुरादिगणे अजन्तम् अङ्गम् अस्ति चेत् अचोयणिति इति सूत्रस्य कार्यं भवति इति एव सूचना अस्ति अत्र। अग्रे अपि कानिचन उदाहरणानि सन्ति, सर्वे गृहपाठरूपेण प्रक्रियां लिखन्तु एकवारं, सर्वे लिखित्वा आगच्छन्तु। अत्र नी धातुः, भू धातुः, कृ धातुः, प्रक्रिया कृपया पुस्तकं नीत्वा करपत्रं नीत्वा लिखन्तु, प्रक्रिया कथं भवति इति चिन्तयन्तु। सर्वत्र णिच् प्रत्ययः विधीयते, वृद्धिः भवति, प्रक्रिया कथं भवति इति लिखित्वा आगच्छन्तु, अग्रिमसप्ताहे श्रावयन्तु कथमस्ति इति। अस्तु, भगिनी किन्तु इगन्तम् इति अजन्ते मध्ये अस्ति, तदनन्तरं कथं जानीमः वृद्धि भवति गुण भवति? न अत्र अत्र अत्र इगन्तम् अस्ति चेत् सामान्यतया किं चिन्तनं भवति, इगन्तम् अङ्गम् अस्ति, अनन्तरं सार्वधातुकप्रत्ययः, नो चेत् आर्धधातुकप्रत्ययः अस्ति चेत् सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति इति चिन्तनं भवति। परन्तु निजन्तप्रसङ्गे इतोपि विशिष्टसूत्राणि सन्ति निजन्तप्रसङ्गे, वयं न जानीमः, परन्तु अष्टाध्याय्यां सूत्राणि बहूनि सूत्राणि सन्ति, यदा हि अग्रे पठिष्यामः तदा ज्ञास्यामः। अत्र अचोयणिति इति एकं सूत्रम् अस्ति, तेन सूत्रेण वृद्धिः भवति, यद्यपि गुणस्य प्रसक्तिः परन्तु गुणम् प्रबाद्य ओवर्रैड् गुणम् ओवर्रैड् कृत्वा अचोयणिति इति सूत्रेण वृद्धिः भवति इति अग्रे गत्वा यदा निजन्तविषये पठामः तत्र ज्ञास्यामः। धन्यवादः। अस्तु, सर्वे कृपया गृहपाठरूपेण प्रक्रियां लिखन्तु, अग्रिमसप्ताहे परिशीलिष्यामः। अस्तु, अत्र स्थगयामः। चुरादिगणे एव खलु अजन्तस्य वृद्धिः, अजन्तस्य वृद्धिः चुरादिगणे एव इति नास्ति. यः कोऽपि निच् प्रत्ययः परे अस्ति तत्र वृद्धिः भवति. निच् प्रत्यये अस्ति चेत् भवति. हा अत्र अचोय नित् प्रत्ययः अस्ति. हा सत्यम्. Bagini, hereafter our class is at 8 o'clock itself, no? It was 8:30 even last week. My email is in trouble. It's not coming. Nothing is coming. No, we didn't get a mail, Bagini. This is Rama Shivraman here. We didn't get a mail from you. I sent two emails. Let me actually stop the recording just for a second. I actually sent two emails. Last week after the class, I had sent an email announcing change in time and all.